गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्मस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां स्वागतम्। गते वर्गे ज्ञानम् इति गुणः गुणस्य विचारः समापितः, बहुकालपूर्वम् आरब्धं तत्। ज्ञानं द्विविधं, ज्ञानम् इति चतुर्विंशतिगुणेषु अन्यतमः, आत्मनः विशिष्टगुणः इति नैयायिकानां मतम्। ज्ञानं तु आत्मनः स्वरूपम् इति वेदान्तिनां मतम्। किन्तु ज्ञानं गुणः उत्पद्यते अपि च विनश्यति, क्षणात्मकमेव आनं ज्ञानं तिष्ठति। प्रथमक्षणे उत्पद्यते, द्वितीयक्षणे स्थितिः, तृतीयक्षणे तस्य नाशः। संस्कारम् उत्पादयित्वा तदनन्तरं नश्यति। स च ज्ञानं द्विविधम्, अनुभवः स्मृतिश्च इति उक्तं। तत्र संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति उक्तम्। तदनन्तरम् अनुभवः, अनुभवः चतुर्विधः इति प्रत्यक्ष अनुमिति उपमिति शाब्दभेदात् इति उक्तम्। तदनन्तरं ज्ञानं तु यथार्थमपि भवति अयथार्थमपि भवति इति उक्तम्। तत्र अयथार्थ अनुभवः त्रिविधः इति उक्तं, संशयः विपर्ययः तर्कः इति। तत्र तर्कनिरूपणम् अस्माभिः दृष्टम्। तदनन्तरं स्मृतिरपि द्विविधा भवति, यदि प्रमाज्ञानजन्यसंस्कारेण स्मृतिः उत्पद्यते तदा तस्य नाम भवति यथार्थस्मृतिः इति। किन्तु भ्रमजन्यसंस्कारेण यदि स्मृतिः जायेत तर्हि तादृश स्मृतेः नाम अस्ति अयथार्था स्मृतिः इति। तावत् अस्माभिः दृष्टम्। तर्हि इदानीम् अग्रे सुखदुःखलक्षणं, सुखम् अपि च दुःखम् उभय चतुर्विंशतिगुणेषु अन्यतमौ अपि च आत्मगुणः गुणौ एव इति वयं जानीमः। अस्तु, 338 इत्यत्र मेल् महोदय आरब्धुमिच्छति किम्? आं महोदय, सुखदुःखलक्षणं सर्वेषाम् अनुकूलतया वेदनीयं सुखं, सर्वेषां प्रतिकूलतया वेदनीयं दुःखं। वेदनं ज्ञानं, वेदनीयं ज्ञानविषयः, तच्च ज्ञानम् अनुकूलतया ग्राह्यं, तृतीयार्थः प्रकारकत्वं, तथा च अनुकूलत्वप्रकारकज्ञानविषयः सुखम् इति लब्धम्। परन्तु निदाघचण्डवातसन्तापितस्य भवति चन्दनम् अनुकूलम्, तत्पुरुषस्य भवेत् ज्ञानम्, चन्दनम् अदनुकूलम् इति। तस्मिन् ज्ञाने चन्दनं मद् अनुकूलम् इति अस्मिन् ज्ञाने अनुकूलत्वं प्रकारः चन्दनं विशेष्यम्, एवं च अनुकूलत्वप्रकारकज्ञानविशेष्यत्वं चन्दने अस्ति इति भवेत् अतिव्याप्तिः, अतः सर्वेषाम् इति पदम्। अस्तु, अत्र लक्षणवाक्यमस्ति सुखम् इत्यस्य सर्वेषाम् अनुकूलतया वेदनीयं सुखं, दुःखम् इत्यस्य सर्वेषां प्रतिकूलतया वेदनीयं दुःखम् इति लक्षणवाक्यम्। अत्र वेदनम् इत्यस्य अर्थः ज्ञानं, तर्हि वेदनीयं किम् इत्युक्ते ज्ञानविषयः इति, वेदनीयम् इति ज्ञानविषयः, वेदनम् इति ज्ञानम्। तत् ज्ञानं च अनुकूलतया ग्राह्यं, कष्टेन न अवबुध्यते खलु। वेदनम् इति ज्ञानं, वेदनीयम् इति ज्ञानविषयः। ज्ञानविषयः इत्युक्ते किम्? ज्ञानस्य विषयः इति, तर्हि यत्किमपि अवगच्छामः तत् विषयः भवति ज्ञानस्य. सत्यं हा. तर्हि अत्र किमर्थं वेदनीयं सामान्यतया अत्र वेदनीयम् इत्यत्र कः प्रत्ययः अस्ति? अनीयर् प्रत्ययः वा? सत्यम् अनियर् प्रत्ययः अस्ति, किन्तु किञ्चित् वैशिष्ट्यमस्ति अत्र. वेदनीयम् इत्युक्ते ज्ञातव्यम् इति भवति, किन्तु अत्र ज्ञातव्यम् इति भावार्थेन घटः भवता ज्ञातव्यः इत्यत्र तव्यत् प्रत्ययः कस्मिन् अर्थे प्रयुक्तमस्ति? केवलं न भावार्थे अस्ति चेत् किमर्थं तत्र घटः ज्ञातव्यः इति विशेषणविशेषभावः अस्ति खलु कर्मार्थे एव. घटः ज्ञातव्यः इति एव भवति कर्मार्थे, ज्ञातव्यः इति घटस्य विशेषणम्. अस्तु. पुस्तकं पठनीयं, घटः ज्ञातव्यः. इति तर्हि तत्र विशेषणत्वेन भवति इत्युक्ते कर्मार्थे एव. अतः चोदनी वेदनीयम् इति भावः इति न अवगन्तव्यम् अत्र, कर्मार्थे वेदनीयम् इति. वेदनं ज्ञानं, ज्ञानम् इति तत्र भावार्थे, वेदनीयम् इत्यत्र कर्मार्थे, ज्ञातव्यः विषयः इति अर्थः. अस्तु अग्रे. तच्च तत् ज्ञानं च अनुकूलतया ग्राह्यम्. अस्तु, अत्र अनुकूलतया इति तृतीया विभक्त्याम् अस्ति. तत् प्रकार तस्य अर्थः प्रकारकत्वम् इति. तर्हि अनुकूलत्वप्रकारकज्ञानविषयः यदस्ति तत् सुखम् इति लब्धम्. अनुकूलतया एव यत् ग्राह्यं भवति तत् ज्ञानम् एव सुखं, तद् ज्ञानविषयः सुखम् इति आगतम्. अग्रे अग्रे अग्रे इतोपि किञ्चित् उदाहरणमस्ति, तत् पठित्वा तदनन्तरं चिन्तयन् वातसन्तापितस्य तस्य अर्थः कः इति न अवगच्छामि. निदाघच्छन्दवातसन्तापितस्य भवति चन्दनम् अनुकूलम्. फीवर् इति चिन्तयतु, ज्वरः अस्ति, ज्वरःवातसन्तापितस्य न ज्वरः इति नास्ति, विघातचण्डवातसन्तापितस्य. अत्र महान् वातः जायते, वेरि कोल्ड् विण्ड् इस् ब्लोयिङ्ग्, तेन सः सन्तापितः अस्ति. तस्य पुनः यदि चन्दनं शिरसि अथवा शरीरे स्थापयति चेत् इतोपि शैत्यं भवति खलु? शैत्यं भवति, तदेव. पूर्वमेव तत्र शैत्यस्य अतिशयिता अस्ति, किन्तु इतोपि शैत्यम् इति चेत् तादृशपुरुषस्य चन्दनम् अनुकूलं भवति, स अननुकूलं भवति. महोदय क्षम्यताम्, उष्णः इति अस्ति सन्तापितम्. विपरीतरीत्या मया उक्तं, चन्दनम् अननुकूलम् इति मया पठितं, न चन्दनम् अनुकूलम् इति कृत्वा निघातचण्डवात. So it is extreme hot air, not cold air. Nidagha chanda vata santapitasya bhavati chandanam anukulam. In order to cool him down, chandana becomes anukula. Tarhi tas purushasya bhavet jnanam chandanam chandanam mad anukulam iti. Tasmin tasya krute चन्दनम् अनुकूलम् अस्ति इति ज्ञानं भवेत् तस्य पुरुषस्य विषये. अस्तु, तर्हि चन्दनं मत् अनुकूलम् इति ज्ञानस्य आकारः, तस्मिन् ज्ञाने अनुकूलत्वम् इति प्रकारः अस्ति, चन्दनमिति विशेष्यमस्ति. एवं च अनुकूलत्वप्रकारकज्ञानविशेष्यत्वं चन्दने अस्ति इति अतिव्याप्तिः भवेत्. अनुकूलत्वप्रकारकज्ञानविशेष्यत्वं चन्दने, चन्दनमिति विशेष्यं, चन्दने विशेष्यता अस्ति, तर्हि सा विशेष्यता अनुकूलत्वप्रकारकज्ञानविशेष्यत्वा अस्ति. चन्दने अतिव्याप्तिः भवति, अतः सर्वेषाम् इति पदं तत्र योजितम्. अस्तु, तर्हि अनुकूलत्वप्रकारकज्ञान चन्दने अस्ति, अन्यत्र अपि भवितुमर्हति खलु. अतः सर्वेषाम् इति पदं तत्र योजितम् इति मन्ये. अत्र अतिव्याप्तिः कुत्र, कुत्र अतिव्याप्तिः जायते? अनुकूलता इत्यत्र वा अतिव्याप्तिः? न न, लक्षणं, लक्षणवाक्यं किम् एकवारं वदतु. सर्वेषाम् अनुकूलतया वेदनीयं सुखम् इति. हा, तर्हि कस्य लक्षणवाक्यम् एतत्? सुखं, सुखम् इत्यस्य, सुखस्य लक्षणवाक्यं. हा, सुखस्य. तर्हि अतिव्याप्तिः कुत्रचित् भवेत् खलु? सत्यं. तर्हि अतिव्याप्तिः कुत्र भवति? अनुकूलत्वप्रकारकज्ञानविशेष्यत्वं चन्दने अस्ति, पुनः अनुकूलतया वेदनीयं सुखम् इत्यत्र अपि, अनुकूलतया इति पदमस्ति, अतः एकेन पदेन उत्तरं वक्तव्यं महोदय. सुखे अतिव्याप्तिः वा? कुत्र सुखे? न न, सुखस्य लक्षणं खलु. यदि सुखस्य लक्षणे सर्वेषाम् इति पदं न स्थापयामः तर्हि कुत्रचित् अतिव्याप्तिः भवति. सा अतिव्याप्तिः कुत्र भवति? चन्दने खलु, चन्दने. हा, इति वक्तव्यं, चन्दने अतिव्याप्तिः. चन्दने कुत्र अतिव्याप्तिः इति चेत् चन्दने अतिव्याप्तिः. कथम् अतिव्याप्तिः जायते? इदानीं सर्वेषाम् इति पदं त्यक्त्वा सुखस्य लक्षणं पठतु. अनुकूलतया वेदनीयं सुखम् इति. हा, तर्हि अनुकूलतया वेदनीयम् इति एव लक्षणं भवति. तर्हि येन निघातचण्डवात, यः निघातचण्डवातसन्तापितः अस्ति तस्मिन् मद् चन्दनं मदनुकूलं भवति इति ज्ञानमस्ति खलु. इति कृत्वा एव चन्दनं स्वीकृत्य शरीरे स्थापयति इति कृत्वा, तर्हि तत्र चन्दने अनुकूलता अस्ति. केवलम् अनुकूलता वेदनीयम् इति एव लक्षणमस्ति चेत् चन्दने अतिव्याप्तिः भवति. तदवबुध्यते खलु? भवतः ध्वनिः किञ्चित् भग्नः अभवत्, किं पुनः वदति वा एकवारम्? हा, अत्र यदि औष्ण्यम् अधिकमस्ति तत्र चन्दनम् अनुकूलं भवति इति सर्वे जानन्ति. सर्वे जानन्ति. तर्हि चन्दने अनुकूलता अस्ति इति सर्वे जानन्ति. यदि अनुकूलता अनुकूलतया वेदनीयम् इत्येव लक्षणम्, इत्युक्ते यस्मिन् अनुकूलता वर्तते तदेव सुखम् इति लक्षणमस्ति चेत् तर्हि चन्दने अपि अतिव्याप्तिः. यत्र यत्र अनुकूलता वर्तते तत्र सर्वत्र अतिव्याप्तिः भवति खलु? सर्वत्र अतिव्याप्तिः इति कृत्वा अत्र सर्वेषाम् इति पदं योजितम् इति उक्तं. किन्तु सर्वेषाम् इति पदस्य योजनेन कथं वा अतिव्याप्तिः निवारिता इति न अवगतम्. अस्तु, अग्रे पठतु. काश्मीरादिदेशेषु धनुषि मकरे वा राशौ स्थिते रवौ शैत्याधिक्यात् दुःखिताः जनाः न चन्दनं कामयन्ते नापि चन्द्रमसं, कं तर्हि हुताशनम्? स च भवति तेषाम् अनुकूलत्वप्रकारकज्ञानविषयत्ववान्। सुखं पुनः निदाघसन्तापितस्य शैत्यखिन्नस्य च उभयोरपि किं बहुना सर्वजीवानाम् अनुकूलम् इति सर्वजीवसमवेतानुकूलत्वप्रकारकज्ञानविशेष्यत्वं सुखे एवेति नातिव्याप्तिः सुखे समन्वयश्च। अत्र काश्मीरादिदेशेषु यदि पश्यामः चेत् तत्र मकरराशौ स्थिते यदा सूर्यः अस्ति तर्हि तत्र शैत्यम् अधिकं भवति, तर्हि सर्वे शैत्येन दुःखिताः भवन्ति, तर्हि ते चन्द्रं न कामयन्ते नापि चन्द्रमसम् इति। तर्हि किं कामयन्ते? हुताशनम् इत्युक्ते अत्र वह्निः खलु, लैक् हीटर् ऐ थिङ्क् रैट्? तर्हि तर्हि तदेव अत्र हुताशनम् एव भवति तेषां कृते अनुकूलत्वप्रकारकज्ञानविषयत्ववान् इति भवति हुताशनम् इति। सुखं पुनः निदाघसन्तापितस्य शैत्यखिन्नस्य च उभयोरपि किं बहुना अस्ति सर्वजीवानाम् अनुकूलम् इति सर्वजीवसमवेतानुकूलत्वप्रकारकज्ञानविशेष्यत्वं सुखे समन्वयश्च सुखे एवेति नातिव्याप्तिः। तर्हि अत्र कस्यचित् कृते चन्दनम् इति अनुकूलम् अथवा सुखं ददाति, कस्यचित् कृते हुताशनम् इति अनुकूलत्वप्रकारकज्ञानविषयत्ववान् भवति, तर्हि अतः एव सामान्यभाषया वदतु महोदय। अत्र किं चिन्तनम्? एवम् एक एव पदार्थः पदार्थे एव अनुकूलत्वप्रकारः अस्ति प्रकारकज्ञानविषयत्ववान् भवति एक एव पदार्थः इति नास्ति। सामान्यभाषया अत्र किमर्थं तर्कभाषया वदति? सामान्यभाषया वदति, वदतु। भिन्नभिन्नपदार्थः सुखं ददाति खलु भिन्नभिन्नजनानाम्, अतः एकस्मिन्नेव पदार्थे पदार्थेन एव सुखं जायते इति नास्ति। अतः अतः केवलं एकस्मिन् पदार्थम् इत्वा एव सुखस्य सुखं ददाति इति न वक्तुं शक्नुमः। तत्रैव किञ्चित् क्लेशः करोति। इदानीं सुखम् इति अपि पदार्थं, सुखं स्वयं पदार्थं, सुखमिति गुणः, अत्र अनुकूलता इति प्रकारः। पश्यतु, अत्र चन्दनं, चन्दने सर्वदा अनुकूलता वर्तते वा इति चेत्, यः उष्णदेशे अस्ति तादृशपुरुषस्य कृते अनुकूलता वर्तते चन्दने। यदि शैत्यदेशे कोऽपि पुरुषः अस्ति तर्हि तं प्रति चन्दने अनुकूलता नास्ति इति कृत्वा सर्वदा सर्वेषां कृते चन्दने अनुकूलता वर्तते इति न वक्तुं शक्यते। किन्तु तद्वत् तत्र चन्दनम् इति कश्चन पदार्थः स्वीकर्तुं शक्यते, अन्यत् लोके यः कोऽपि पदार्थः स्वीकुर्मः, गुलाब् जामुन् इति स्वीकुर्मश्चेत् वन् हू डस् नाट् हेव् डायबिटिक्स् तस्य अनुकूलता वर्तते गुलाब् जामुन्, किन्तु वन् हू हेज् डायबिटिक्स् प्रतिकूलता एव वर्तते गुलाब् जामुन् इति कृत्वा लोके ये पदार्थाः सन्ति ते सर्वे पदार्थाः पदार्थेषु सर्वेषु पदार्थेषु अनुकूलता सर्वेषां पुरुषाणाम् अस्ति इति नास्ति। तावत् किम्? एकस्य पुरुषस्य एव इदानीम् अहमेव उष्णदेशे अस्मि चेत् चन्दनं मम अनुकूलं भवति, किन्तु यदि अहं शैत्यदेशे गच्छामि ममैव प्रतिकूलं भवति. किन्तु इदानीं सुखमिति पदार्थः, सुखमिति पदार्थः यस्य कस्यापि, सुखमिति पदार्थः यस्य कस्यापि यदा कदापि प्रतिकूलं भवति वा? न, सर्वदा अनुकूलं न भवति खलु. तर्हि सर्वदा सर्वेषां सुखं, सुखे अनुकूलता एव वर्तते, सर्वे सुखमेव इच्छन्ति इति कृत्वा अत्र चन्दनेन जायमानसुखम् इति न चिन्तनीयम्. तत्रैव क्लेशः कृतः. चन्दनम् इति पदार्थः, सुखमिति पदार्थः. चन्दने सर्वदा सर्वेषां कृते अनुकूलता वर्तते इति न वक्तुं शक्यते. तादृशपदार्थः ये लोके एव नास्ति. किन्तु सुखम् इति पदार्थे यथा चन्दनम् इति पदवत् पदार्थवत् सुखम् इति पदार्थमिति स्वीकुर्मः, सर्वेषां कृते सर्वदा सुखं, सुखे अनुकूलता वर्तत्येव इति कृत्वा सर्वेषाम् इति पदं योजितम्. अवबुध्यते खलु? आम्, सर्वजीवा जीवानाम् अनुकूलं सुखम् इति भवति. हा, सर्वदा सर्वेषाम् अनुकूलम् अस्ति सुखम् इत्यतः खलु. आं, सत्यं. सुखे विशेषत्वम् अस्ति, तद्विशेषत्वं सर्वजीवसमवेतानुकूलत्वप्रकारकज्ञानविशेषत्वम् इति अस्ति सुखे. इच्छन्ति एव अतः. अस्तु, तत्र किञ्चित् चिन्तयतु. सर्वजीवसमवेत अनुकूलत्वप्रकारता प्रकारकज्ञानविशेष्यत्वम् इति पदं परिशीलयतु इदानीम्. सर्वजीवसमवेत अनुकूलत्वप्रकारकज्ञानविशेष्यत्वं, तर्हि प्रथमतया ज्ञानविशेष्यत्वम् अनुकूलत्वप्रकारकज्ञानविशेष्यत्वम् अनुकूलत्वप्रकारकज्ञानस्य विशेष्यत्वम् इति ज्ञानस्य विशेष्यत्वं सुखे. अनन्तरं सर्वजीवसमवेत अनुकूलत्वप्रकारक अनुकूलत्वप्रकारक अनुकूलता प्रकारे वर्तते सुखे विशेषत्वम्. अनुकूलता प्रकारे वर्तते नास्ति, प्रकारता अनुकूले वर्तते. सर्वजीवसमवेत अनुकूलता सर्वे इच्छन्ति, सर्वजीव इच्छन्ति, अतः सर्वजीवसमवेत अनुकूल समवेतं नाम किम्? समवायेन पारिभाषिकशब्दः. आमां, समवायेन यस्मिन् अस्ति तत् समवेतम् इति वयं यत् समवायेन हित्वा समवायेन तत् समवेतम् सत्यं खलु. तर्हि इदानीम् अनुकूलत्वं सर्वजीवसमवेत अनुकूलत्वप्रकारक इति अस्ति. तर्हि इदानीं समवायसम्बन्धेन किं कस्मिन् अस्ति? समवायसम्बन्धेन समवेतं किम्? अनुकूलता समवायसम्बन्धेन सर्वजीवे वर्तते. हा, उत्तमम्. तर्हि समवेतम् इत्यनेन अनुकूलत्वम् अवगन्तव्यम्. अनुकूलत्वम् अनुकूलत्वम् अनुकूलत्वं सर्वजीव सर्वेषां जीवानाम् अत्र अनुकूल आत्मनि अनुकूलत्वं वर्तते. तादृश अनुकूलत्वप्रकारक ज्ञानविशेष्यत्वं सुखं सुखे सुखे ज्ञानविशेष्यत्वं सुखे अस्ति इत्युक्ते विशेष्यः विशेष्यम् अतः सुखे विशेषत्वं हा तर्हि अत्र किमुच्यते इति चेत् सुखम् इति पदार्थः सर्वेषां सर्वदा अनुकूलम् अस्ति इति आशयः इति कृत्वा सर्वेषाम् अनुकूलतया वेदनीयं सुखम् इति यद् लक्षणं तत् सुखे समन्वयः इत्युक्ते अतिव्याप्तिः न यत्र कुत्रापि अन्यः कोऽपि पदार्थः वक्तुं शक्यते वा यस्मिन् पदार्थे सर्वदा सर्वेषां कृते अनुकूलता वर्तते तादृशपदार्थः लोके नास्ति केवलं सुखमेव सुखमेव सर्वैः सर्वदा इष्यते इति कृत्वा एतादृश अतः सर्वेषाम् इति पदं योजितम् इति उक्तम् तर्हि अस्माभिः सामान्यभाषया वक्तव्यं चेत् लक्षणवाक्यं सर्वदा सर्वेषां यद् अनुकूलं तद् सुखम् इति अपि च अनुकूलम् इति ज्ञानविशेष्यत्वम् इति उक्तं प्रकारक ज्ञानविशेष्यत्वं सुखे एव इति न अतिव्याप्तिः इति ज्ञातव्यम् अपि सुखं सर्वे इच्छन्ति किमर्थं तत्र ज्ञान इति पदं योजितमिति वेदनीयम् इति लक्षणं कृतं खलु अस्तु तर्हि सर्वदा सर्वेषाम् अनुकूलं सुखम् इति लक्षणम् अस्तु धन्यवादः महोदय अग्रे सत्यमेव भगिनी पठति किम् इत्थमेव पठनात् पूर्वं भवती एव ऊहां करोतु तर्हि दुःखस्य लक्षणं कथं भवेत् दुःखं प्रतिकूलतया अनुभवीकं सर्वेषां सर्वदा प्रतिकूलतया तद्दुःखं तद्दुःखं हा अस्तु अग्रे पठतु इत्थमेव दुःखलक्षणे अपि सर्वेषां प्रतिकूलतया वेदनीयम् इत्यत्र सर्वपदाभावे चिन्तनीयम् तत्र हि निदाघवादसन्दप्तस्य उदासनः प्रतिकूलः शैत्यदुःखितस्य चन्दनकरकादि संयोगः सर्वपददाने तु उदासनः तदाविधः नापि चन्दनम् इति दुःखमेव सर्वजातीनां वर्जनीयं सर्वजीवानां वर्जनीयं ख्येयं लोकप्रसिद्धमिति सर्वजीवसमवेदप्रतिकूलत्वप्रकारकज्ञानविशेषत्वं दुःखे एव इति न अतिव्याप्ति समन्वयः च दुःखे इदानीं दुःखस्य दर्शनवाक्ये सर्वा इति पदं सर्वेषाम् इति पदं न निवेशनीयं चेत् कुत्र अतिव्याप्ति इति उक्तमस्ति तत्र हि स्वशब्दैः वदतु यदि इत्युक्ते प्रतिकूलता कुत्र कुत्र अस्ति इति चेत् उष्णदेशे पुनः एकनिमिषः चिन्तयित्वा वदामि अत्र शैत्यदेशस्य विषये उक्तमस्ति यतोहि अत्र चन्दनं पुनः अत्र शैत्यमस्ति पुनः अत्र चन्दनं कारकम् इत्युक्ते ऐस् इति चिन्तयामि तादृशपदार्थः पुनः दुःखमेव जनयति इति कृत्वा तत्र प्रतिकूलता अस्ति तदा उष्णदेशः यत्र अस्ति तत्र पुनः अग्निवत् उष्णमस्ति चेत् तदपि प्रतिकूलता एव इति कृत्वा सर्वेषां तत् यद् प्रतिकूलतया अनुभूयते तद् दुःखम् इति न अत्र किमर्थं करकविषये चन्दनविषये चिन्तितम्? यदि सर्वेषां अत्रापि प्रतिकूलता अस्ति इति कृत्वा अत्र अतिव्याप्तिः अस्ति सर्वेषाम् इति पदं न प्रयोगम् उपयोगितं चेत् प्रयुक्तं चेत् वाक्ये यतोहि कुत्र चन्दने करके अपि तावत् पर्याप्तं तर्हि तत्र चन्दने करके च प्रतिकूलता वर्तते यः शैत्यदेशे वर्तते तं प्रति प्रतिकूलता वर्तते इति कृत्वा चन्दने करके च अतिव्याप्तिः भवति यदि सर्वेषाम् इति पदं न योजयामः तर्हि सर्वेषाम् इति योजनेन सा अतिव्याप्तिः निवारिता भवति. अस्तु तर्हि चन्दनं सर्वदा प्रतिकूलतया न वर्तते. हा तदपि अस्ति केषुचित् पुरुषेषु कदाचित् चन्दनं चन्दने प्रतिकूलता वर्तते अन्यत्र अन्यस्मिन् समये अन्यत्र देशे प्रतिकूल अनुकूलता वर्तते. किन्तु दुःखम् इति पदार्थे सर्वदा सर्वेषां कृते प्रतिकूलता एव वर्तते. कोऽपि न इच्छन्ति इति कृत्वा लक्षणसमन्वयः. तर्हि सर्वदा सर्वेषां कृते यत् प्रतिकूलं तद् दुःखं, सर्वदा सर्वेषां कृते यद् अनुकूलं तत् सुखम् इति सामान्यभाषया. किन्तु तदेव सर्वजीवसमवेतप्रतिकूलत्वप्रकारकज्ञानविशेष्यत्वं दुःखम् इति न्यायभाषया उक्तम्. अस्तु अग्रे भगिनि. अग्रिमपरिच्छेदं वा सर्वपददानि? वस्तुतः तु सर्व अनुभवसिद्धे सुखे दुःखे वा लक्षणकरणं प्रक्रियामात्रम्. अतः एव ग्रन्थकारः इच्छादीनाम् अग्रिमाणां त्रयाणां लक्षणानि न अकरोत्. अस्माभिः तु इच्छाकृत्योः भेदः पृष्ठसङ्ख्या सप्त अधिकषष्टितमा पृष्ठे स्पष्टं निरूपितः. तत्र एव अनुसन्धेयः. प्रक्रियार्थमेव सुखदुःखादीनां लक्षणम् अत्र उक्तमस्ति. अतः एव ग्रन्थकारः इच्छादीनाम् अग्रिमाणां त्रयाणां लक्षणं न अकरोत्. तत् पूर्वम् उक्तम् इति कृत्वा इत्र इदानीं न उक्तम् इति चिन्तयामि. एतत् किं पूर्वम् उक्तम्? इच्छाकृत्योः भेदः पूर्वम् उक्तमस्ति, परन्तु एते न भगिनी, अत्र प्रथमवाक्यं भवत्या समीचीनतया न अवगतं, पुनः एकवारं पठतु. वस्तुतः तु सर्व अनुभवसिद्धः सुखदुःखः. अस्माकम् अनुभवसिद्धः एव. किमर्थं सुखः दुःखः इति पठति? अत्र किमस्ति? सुखदुःखे सुखे दुःखे वा लक्षणं एकवारं पठतु. वस्तुतः तु सर्व अनुभवसिद्धे सुखे दुःखे वा लक्षणकरणं प्रक्रियामात्रम् इति वाक्यस्य अर्थः कः? सर्वेषाम् अनुभवसिद्धः एव सुखं दुःखं सुखे दुःखे इति कृत्वा सुखं दुःखं सर्वेषाम् अनुभवसिद्धं तस्य लक्षण. एकनिमिषं, वस्तुतस्तु सर्व अनुभवसिद्धे इत्यत्र सप्तमी कीदृशसप्तमी? विषयसप्तमी. अनुभवस्य विषयः ज्ञानस्य विषयः अस्ति खलु अनुभवसिद्धे सुखे दुःखे इति अस्ति तर्हि सर्व अनुभवसिद्धम् अस्ति सुखम् अपि च दुःखं खलु तादृशसुखे दुःखे लक्षणकरणं प्रक्रियामात्रम् इति वाक्यस्य अर्थः कः प्रक्रियामात्रमेव तेषां लक्षणम् अत्र प्रदर्शितम् इति यद्यपि अस्य वाक्यस्य अर्थः न अवबुध्यते इदानीं सुखं दुःखं सर्वेषाम् अनुभवसिद्धः एव अतः सर्वे ज्ञातुं शक्यते सर्वे ज्ञातुं शक्यते सुखं किं दुःखं किम् इति कृत्वा तेषां प्रक्रियाप्रदर्शनार्थं कथं सोपानम् इति ज्ञानार्थमेव अत्र प्रदर्शितम् इति मम चिन्तनम् न अत्र एकं सोपानम् अतः इति सर्वेष सर्व अनुभवसिद्धमस्ति सुखम् अपि च दुःखम् इति कृत्वा किम् अधः एव ग्रन्थकारः इच्छादीनाम् इति वक्तव्यं वा तस्य अर्थः नास्ति खलु प्रक्रिया लक्षणकरणं प्रक्रियां अत्र त्यजतु तस्मात् पूर्वम् एकम् अवगन्तव्यम् सर्व अनुभवसिद्धं सुखं दुःखं सुखं दुःखं च सर्व अनुभवसिद्धम् इति कृत्वा किं न करणीयम् अस्तु कथम् इति न करणीयं कथम् इति न करणीयम् इति वा पूर्वं कथम् इति न करणीयम् इत्युक्ते किं कथम् अनुभव कथं भवति न न न न तद् नास्ति अस्तु लक्षणं किमर्थं लक्षणं क्रियते लक्ष्यं बोधयितुम् अनेन लक्षणेन यदि तर्हि कदा लक्ष्यं बोधयामः अन्यत्र न आपतति इति ज्ञात्वा न न कदा लक्ष्यं बोधयामः वयं प्रत्यक्षप्रमाण भवत्याः नाम किम् सत्यभामा सत्यभामा इति भवती जानाति खलु तर्हि मया वक्तव्यं वा भवत्याः नाम सत्यभामा इति मया वक्तव्यं वा ज्ञानमस्ति हा अतः एव अनुभवसिद्धः इति उक्तम् अनुभवः नाम किं ज्ञानमेव खलु ज्ञानं तर्हि लक्षणं न आवश्यकम् यद् अज्ञातं तस्मिन् विषये एव लक्षणं कार्यं खलु किन्तु सुखं दुःखम् इच्छा इति एतत् सर्वं सर्वे सम्यक्तया जानन्ति इति कृत्वा तस्य लक्षणमेव न करणीयम् इति आशयः तर्हि किमर्थं कृतम् अत्र लक्षणं कृतं खलु सर्वेषाम् अनुकूलता वेदनीयं सुखम् अनुकूलतया वेदनीयं सुखम् प्रक्रियामात्रम् इति प्रक्रियामात्रम् अत्र केवलं प्रक्रियामात्रम् इत्युक्ते अत्र लक्षणं दत्त्वा अत्र किञ्चित् चिन्तनं क्रियते सर्वेषाम् इत्यस्य इति पदं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति इति तादृशचिन्तनं कृतम् तर्हि अत्र आशयः कः इति चेत् यद् अज्ञातं तस्य एव लक्षणं लक्षणप्रमाणाभ्यां वस्तुसिद्धिः इति मया उक्तं खलु लक्षणप्रमाणाभ्यां वस्तुसिद्धिः वस्तुसिद्धिः इत्युक्ते यः यद् वस्तु असिद्धमस्ति तद् सिद्धं भवेत् चेत् तदा तदर्थं लक्षणम् अपि च प्रमाणम् उभयस्य आवश्यकता अस्ति सुखम् अपि च दुःखम् इच्छा इति सर्वे जानन्ति इति कृत्वा तस्य लक्षणम् अथवा तेषां लक्षणं न कार्यमेव किमर्थम् इति चेत् सिद्धत्वात् इति हेतुः अतः एवं लिखितं वस्तुतस्तु सर्व अनुभवसिद्धे सुखे दुःखे वा लक्षणकरणं न आवश्यकं किन्तु कृतं किय वस्तुतः किम तद् न आवश्यकं किन्तु कृतं तत् किमर्थम् इति चेत् प्रक्रियामात्रम् इत्युक्ते अत्र कथं प्रतिकूलक्रिया अतः एव ग्रन्थकारः इच्छादीनाम् अग्रिमाणां त्रयाणां लक्षणानि न अकरोत् इति उक्तम् न करोत् न कृतमिति पूर्वमेव कृतं पूर्वमेव उक्तम् इति नास्ति लक्षणमेव न दत्तम् इच्छायाः लक्षणं किं नैयायिकानां मतानुसारम् इच्छायाः लक्षणं किम् इति चेत् ते तैः न उक्तं किमर्थम् इति चेत् सर्व अनुभवसिद्धमस्ति यदि इच्छा इति कश्चन पदार्थः अस्ति इति न ज्ञायते तर्हि लक्षणं वक्तव्यं तदनन्तरं केन प्रमाणेन तज्ज्ञायते इति अपि वक्तव्यम् मम पौत्रः अस्ति गौः सः न जानाति गां सः न जानाति इति चिन्तयतु तर्हि तत्र लक्षणं वक्तव्यं प्रथमं शासनादिवत् गौः इति लक्षणम् उक्त्वा केवलं लक्षणं वदामश्चेत् न पर्याप्तं तत्र केन प्रमाणेन ज्ञायते शासनात् केन प्रमाणेन ज्ञायते शासने रूपमस्ति इति कृत्वा चाक्षुषज्ञानं तत्र भवेत् चक्षुः एव तत्र प्रमाणं चक्षुरिन्द्रियं प्रमाणं भवति किन्तु केवलं चक्षुरिन्द्रियं प्रमाणमस्ति चेत् न पर्याप्तं तत्र लक्षणमपि वक्तव्यं चक्षुषा अद्य गौः दृश्यते श्वः अजः अपि दृश्यते किन्तु तादृश अङ्गविशेषः अस्ति यत् केवलं गवि एव अस्ति अन्यत्र यत्र कुत्रापि नास्ति इति बोद्धुं लक्षणम् आवश्यकं तर्हि केवलं प्रमाणमस्ति चेत् न पर्याप्तं केवलं लक्षणमस्ति चेत् न पर्याप्तम् उभयमपि मिलित्वा वस्तुसिद्धिं कारयन्तः इति वक्तव्यं किन्तु कदा लक्षणं वक्तव्यं कदा प्रमाणं प्रयोक्तव्यं वस्तुः अज्ञातं चेत् किन्तु सुखदुःखादयः सुखदुःख इच्छा तत्र त्रयाणाम् इत्यनेन केषां लेख उल्लेखः अस्ति सत्यभौम भगिनि ज्ञान इच्छा कृतीना इति वा इच्छादीनाम् इच्छा ओ क्षम्यतां ज्ञानं नास्ति पश्यतु चतुर्विंशतिगुणाः इत्यत्र रूपरसगन्धस्पर्शसङ्ख्यापरिणाम परिमाण पृथक्त्वसंयोगविभागपरत्वापरत्व गुरुत्वद्रवत्व स्नेहशब्दबुद्धि बुद्धि तदनन्तर बुद्धि एव ज्ञानं सुखदुःख इच्छा द्वेषप्रयत्न द्वेषप्रयत्न इति एतेषां त्रयाणां लक्षणानि न अकरोत् वस्तुतः सुखस्य वा दुःखस्य वा अपि लक्षणं न आवश्यकम् इति उक्तम् अवबुध्यते खलु आम् अवबुध्यते त्रयाणाम् इत्यनेन इच्छा द्वेष प्रयत्न उक्तमस्ति अग्रिमाणाम् इति इदानीम् अवगतवती अस्माभिस्तु इच्छाकृत्योः भेदः स्पष्टं निरूपितः तत्र एव अनुसन्देहः इच्छाकृत्योः मध्ये कः भेदः प्रथमं ज्ञानं जायते तेन इच्छा यदा इच्छा जायते इच्छया कृतिः इति कृत्या इच्छा कृत्याः कारणमस्ति कृतिकार्यमस्ति इति भेदः सत्यं कारणकार्यभेदः वर्तते तयोः मध्ये इति वक्तव्यम् अस्तु इच्छायाः कृते तर्हि किन्तु इच्छा अस्ति चेत् कृतिः भवेत् इति नियमेन नास्ति नास्ति किन्तु इच्छा नास्ति चेत् कृतिः न भवति. कार्यं न भवति. कृतिं जातुम् इच्छा आवश्यकी इति कृत्वा कारणकार्यभावः अस्ति इति कृत्वा कारणं कार्यं तयोः मध्ये भेदः वर्तते एव. अस्तु उत्तमम्, अग्रे गच्छेम. अस्तु भवती एव पठतु भगिनि अग्रे. धर्मलक्षणं विहितकर्मजन्य तत्र एकवाक्यं त्यक्तवती भवती. इच्छा कामः क्रोधः द्वेषः कृतिः प्रयत्नः. किञ्चित् वदतु. इच्छा इत्युक्ते किम् इच्छति, कामयति तदेव ज्ञानेन. तदनन्तरम् इदं मम भवतु इति इच्छा अस्ति, तद् तदेव कामः इति उक्तम्. यदि अत्र इच्छा इत्युक्ते किम् इति चेत् कामः, तस्य अर्थः उक्तः तावदेव. इच्छा नाम किं कामः, द्वेषः नाम किम् द्वेषः इत्युक्ते क्रोधः इति उक्तम्. अस्माभिः तत्र हेट्रेड् इति वदेम, किन्तु क्रोधः इत्युक्ते एङ्गर्. अत्र तु द्वेषः इत्युक्ते क्रोधः इति स्वीकर्तव्यम्. एतदेव भगवद्गीतायाम् अपि उक्तमस्ति खलु. किमर्थमिति चेत् कामेन जायते खलु क्रोधः. कामं नास्ति चेत् तत्र क्रोधः न भवति इति कृत्वा इच्छा कामः क्रोधः द्वेषः कृतिः प्रयत्नः. प्रयत्नः इत्युक्ते कृतिः, पर्यायपदं तावदेव अर्थः. अस्तु तर्हि इदानीं धर्मलक्षणम् इत्युक्ते अत्र आहत्य षड् आत्मगुणानि गुणाः अधीताः. ज्ञानम्, इच्छा, कृतिः, सुखं, दुःखं, द्वेषः इति षड् आत्मगुणाः अधीताः. तर्हि इदानीम् अवशिष्टगुणाः के? धर्म, अधर्म, संस्कारः. संस्कारः अपि पठितः अस्ति इति कृत्वा धर्म, अधर्म. धर्म इत्युक्ते एते पुण्यं जनयति तादृशकर्म. न, धर्म इत्युक्ते कर्म नास्ति, धर्म इत्युक्ते पुण्यमेव. पुण्यम् इति अस्ति. अस्तु, यत् शास्त्रे, धन्यवादः, यत् शास्त्रे उक्तमस्ति तत् अनुकूलम् इति वक्तव्यं. तादृशकर्म धर्म इति वक्तव्यं. पश्यामः, तत्तु वेदान्ते अस्माभिः अधीतं. नैयायिकाः किं वदन्ति इति पश्यन्. अस्तु, स्वामी महोदय पठति वा अग्रे धर्मलक्षणम् इति. महोदय अग्रिमं पठामि वा? हा अस्तु, समीचीनं. रमेश महोदय पठति वा धर्मलक्षणम् इति आरभ्य. धर्मलक्षणं विहितकर्मजन्यः धर्मः. सम्प्रति धर्मलक्षणम् आह विहिता इति. विहितः इत्यस्य विधिविषयः इति अर्थः. कर्तव्यताबोधकं पदं, वाक्यं वा विधिः. यथा गमनाय इति गाम् आनय. गाम् आनय, गाम् आनय इति विधिः. अस्मिन् वाक्ये आनय इति भागे आ इति उपसर्गात् परः अस्ति नी धातुः. ततः परः अस्ति लोट् प्रत्ययः. तादृशप्रत्यययुक्तं यत् आनय इति पदं, तत् श्रुत्वा गोः आनयनं कर्तव्यम् इति श्रोतुः बोधः भवति. धर्मस्य लक्षणमत्र दत्तमस्ति विहितकर्मजन्यः धर्मः. विहितकर्म कर्मजन्यः कर्म विहितः कर्मः विहितकर्मः विहितः कर्म विहितकर्मः तस्य जन्यः धर्मः वा तस्य जन्यः सत्यं तस्य जन्यः तेन तेन तस्य नास्ति तेन जन्यः जन्यः विहितकर्मेण कर्मणा यद् यस्य जन्यं भवति तद् धर्मः हा सत्यं ओके सम्प्रति धर्मलक्षणम् आह विहिता इति तदेव दत्तमस्ति विहितः इत्यस्य विधिविषयः इत्यर्थः विहितः इत्युक्ते विधिविषयः यत् विधिः अस्ति तदेव तस्य विषयः यदस्ति तदेव विहितः इति कर्तव्यबोधकं पदं वाक्यं वा विधिः विधेः लक्षणं दत्तमस्ति कर्तव्यबोधकं पदं वा वाक्यं विधिः अस्ति इति उदाहरणं दत्तमस्ति गाम् आनय इति विधिः तस्मिन् वाक्ये आनय इति भागे तत्र आ इति उपसर्गः अस्ति तत् पर नि इति धातुः अस्ति लोट् इति प्रत्ययः अस्ति तादृशप्रत्ययुक्तं यत् आनयपदं तत् श्रुत्वा वयं जानीमः गो गवेः गवेः वा न गौः आनयनं गोः गवोः गवः गोः आनयनं कर्तव्यम् इति गोः षष्ठी गोः आनयनं कर्तव्यम् इति श्रोतुः तस्य बोधनं भवति एव अत्र अस्माभिः सूत्रमधीतं खलु विधिनिमन्त्रणामन्त्रण अधीष्टसम्प्रश्नप्रार्थनेषु लिङ् इति सूत्रं तदनन्तरं लोट्च इति सूत्रम् लोट् इति प्रत्ययः अपि एतेषु अर्थेषु प्रयुज्यते विधिनिमन्त्रणामन्त्रण अधीष्टसम्प्रश्नप्रार्थनेषु लोट् प्रत्ययः प्रयुज्यते तर्हि अत्र लोट् अस्ति इति कृत्वा विधिं बोधयति लोट् आ इति उपसर्गः अथवा नी इति धातुः न बोधयति लोट् इति प्रत्ययः बोधयति तत् श्रुत्वा गोः आनयनं मया कर्तव्यम् इति श्रोतुः बोधः जायते इति कृत्वा एतादृशवाक्यं गामानय इति वाक्यं कर्तव्यताबोधकवाक्यम् इति कृत्वा तस्य नाम विधिः इति इन् पूर्वमीमांसा दिस् इस् वाट् विल् बि यूस्ड् मोस्ट्लि यदि अत्र एकं वदामि झटिति मनसि नागच्छति इत्युक्ते ते वदन्ति पूर्वमीमांसकानां मतं किम् इति चेत् विधिः नास्ति चेत् तद् प्रमाणमेव न भवति इति यदि कश्चन वाक्ये विधिः एव नास्ति चेत् विधिः न श्रूयते चेत् लोट् अथवा लिङ् प्रत्ययः न श्रूयते चेत् तत्र किमपि कर्तव्यं नास्ति कर्तव्यं नास्ति चेत् अत्र तादृशवाक्यस्य महत्त्वमेव नास्ति इति पूर्वमीमांसकानां मतम् अतः एव ते वदन्ति अत्र वेदान्ते ये यानि वाक्यानि दृश्यन्ते तानि सर्वाणि केवलम् अर्थवादाः एव इति वदन्ति सत्यं ज्ञानमनन्तं ब्रह्म इति वाक्ये किं का विधिः अस्ति कोऽपि विधिः नास्ति कापि विधिः नास्ति लोट् न श्रूयते केवलम् अत्र तत्त्वकथनमेव अस्ति तर्हि किमर्थम् एतत् सर्वम् उक्तम् इति चेत् यज्ञस्य अङ्गभूतम् एकं कर्म अस्ति तत्र अस्मिन् दर्भे ब्रह्मम् आदत्ते इति कश्चन क्रिया अस्ति यु कीप् अ बञ्च् आफ् ग्रास् अन् देन् यु डू ब्रह्मवरणं दे यत् यः कोऽपि कर्म कुर्मः तत्र ब्रह्म साक्षीभूतेन भवेत्, तर्हि स च ब्रह्म कः? किमर्थमिति चेत् तत्र एतादृश आवाहनात् पूर्वं तस्मिन् दर्भे आवाहनीयं खलु ब्रह्म इति कृत्वा किं पुनः प्रथमं ध्यानं तदनन्तरम् आवाहनम्। अतः एव यदा वयं तत्र गणेशपूजादिकं कुर्मः, अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि तदनन्तरम् आवाहयामि, प्रथमं ध्यानं करणीयं तत्र। वस्तुतः अत्र गणेशस्य रूपं कथमस्ति, तस्य महत्त्वं किम्, एतत् सर्वं ध्यात्वा तादृशमहागणे महागणेशः अस्मिन् हरिद्राबिम्बे आवाहयतु इति प्रार्थना। एवं ब्रह्मवर्णनं करणीयं। तर्हि ब्रह्म को नाम ब्रह्म इति चेत्, तदर्थं सत्यं ज्ञानमनन्तं ब्रह्म इति उक्तं, संसारनिवारणार्थं मोक्षार्थम् इति किमपि नास्ति इति पूर्वमीमांसकानां मतम्। इदानीम् आगतं मम मनसि, आम्नाय क्रियार्थत्वात् आनर्थक्यम् अथदर्थानाम् इति प्रायः पूर्वमीमांसकानां प्रथमसूत्रमस्ति। आम्नायस्य, आम्नायम् इत्युक्ते वेदः, आम्नायस्य क्रियार्थत्वात् तस्य तात्पर्यं किम्? क्रियां कर्तुम् अस्माकं विधिं ददाति आम्नायः क्रियार्थत्वात्। आनर्थक्यम् अतदत्तानां, यः कोऽपि वाक्यं विधिं न ददाति चेत् तत्र आनर्थक्यमेव अस्ति इति तेषां मतम्। आम्नायस्य क्रियार्थत्वात् आनर्थक्यम् अतदर्थानां, यदि क्रिया न विहितं तर्हि तादृशवाक्येषु आनर्थक्यमेव स्वीकर्तव्यं। तत्र भवतु आनर्थक्यम् इति वदामश्चेत् तेषां क्लेशः भवति इति कृत्वा तत्र अर्थवादः इति कथञ्चित् समर्थनीयमस्ति, किन्तु तात्पर्यं तत्र नास्ति इत्यत्र निश्चितबुद्धिः अस्ति तेषाम् इति कृत्वा, यत्र यत्र कर्तव्यता अस्ति सा एव विधिः, तादृश विधिवाक्यमेव प्रामाणिकं, तत्रैव प्रामाण्यं वर्तते इति पूर्वमीमांसकानां मतं। भवतु तर्हि अतः किमर्थम् एतादृशं वदन्ति इति चेत्, तादृशविधिना यदि कोऽपि कर्म करोति तदा धर्मः जायते अथवा पुण्यं जायते अदृष्टं जायते। केवलं सत्यं ज्ञानमनन्तं ब्रह्म इति श्रुत्वा किं जायते? किमपि न जायते। अतः तद्निष्प्रयोजनं, किमपि भवेत् खलु इति कृत्वा एतादृशं ते वदन्ति। अस्तु अग्रे महोदय। यदि च गाम् आनयति इति वाक्यम् उच्चारितं गाम् आनयत् इति वा वाक्यं तत्र इतरपदयोः साम्ये अपि न लोट् अस्ति, किन्तु आनयति इति अत्र लट् वर्तमानकालबोधकः, आनयत् इति अत्र लङ् भूतकाल बोधकः, ताभ्यां च तत्र वर्तमानकालिका आनयनस्य वर्तमानकालिका आनयनस्य भूतकालिक आनयनस्य बोधः अपि बोधे अपि आनयनं कर्तव्यम् इति बोधः श्रोतुः न एव भवति। तत्र यदि वर्तमानकाल वा भूतकाल प्रत्ययः प्रयोगं कुर्मः तदा विधि न बोध्यते, कर्तव्यत्वं न अवबुध्यते, कर्तव्यं न अवबुध्यते इत्युक्ते गाम् आनयति इति भवान् वदति, तत् श्रुत्वा अहं मया किं क्रियते, किमपि न क्रियते, किन्तु गाम् आनय अथवा गाम् आनयत् इति भवान् वदति चेत् मया किं क्रियते, अत्र कर्तव्यता किमपि नास्ति, विधिः नास्ति इति खलु, इति कृत्वा अत्र न भवति इति उक्तम्। अस्तु अग्रे महोदय। अतः अतः तत्तद् धातुत्तरं विद्यमानः लोट् लिङ्ग् वा तस्य तस्य धात्वर्थस्य कर्तव्यतां बोधयति इति आगतम्। तथा च तादृशप्रत्ययघटितपदं तादृशपदघटितवाक्यं वा विधिः इति उच्यते। तेन च वाक्येन यस्याः क्रियायाः कर्तव्यता बोध्यते सा क्रिया विधिविषयः विधिना कर्तव्यतया विधिना कर्तव्यतया बोधिता विहिता वा उच्यते। तर्हि यद् धातुः अस्ति, धातोः विद्यमानः लोट् वा लङ् प्रत्ययः अस्ति, ते एव कर्तव्यता, लोट् वा लिङ्ग् प्रत्ययः भवति, ते कर्तव्यता अहं बोधयति इति आगतम्। तत्र विधिना कर्तव्यता बोधिता बोध्यते सा क्रिया विधिविषयः, क्रियायाः कर्तव्यता बोधता सा क्रिया विधिविषयः। यदि वाक्ये लङ् या लोट् प्रत्ययः अस्ति क्रियाया क्रियाया सह, तादृशक्रिया विधिना कर्तव्यता बोधिता विहिता वा उच्यते। तद् न बुद्धं महोदय, विहिता इत्युक्ते विधिना कर्तव्यतया बोधिता इति विहिता। सत्यं तावदेव। अत्र किमर्थं प्रयासः इति चेत् विहितकर्मजन्यः धर्मः इत्युक्तं, तत्र विहित इति पदस्य कः अर्थः इति चेत् लोट् प्रत्ययः लिङ् प्रत्ययं प्रयुज्य यदि कोऽपि किमपि वाक्यं रचयामः तदा एव कर्तव्यता बुध्यते, तर्हि तत्र तदा एव विधिः भवति इति कृत्वा लोट् प्रत्ययस्थपदेन अथवा लिङ् प्रत्ययस्थपदेन उक्तपदेन यत् जायते, यत् कर्तव्यता जायते, तस्य नाम विहितः इति अर्थः। तावदेव उक्तम्। अस्तु अग्रे गच्छामः। इदानीं स्वामी महोदयेन पठितुं शक्यते वा? स्वामी महोदय अस्तु, मेहुल् महोदय तादृशं च वाक्यं, तादृशं च वाक्यं भवति द्विविधं लौकिकं वैदिकं च। लौकिकं पूर्वोक्तं गाम् आनय दण्डेन घटं कुरु इत्यादिकं, प्रकृतलक्ष्यभूतधर्मलक्षणे प्रविष्टं च वाक्यं वैदिकं ग्राह्यम्। अहरहः सन्ध्याम् उपासित अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादीनि तदुदाहरणानि। आद्येन वाक्येन सन्ध्यावन्दनस्य कर्तव्यत्वं बोध्यते, द्वितीयेन अग्निहोत्रहोमस्य। अतः विहितत्वात् विधिविषयत्वात् सन्ध्याहोमश्च विहितकर्म भवति, तज्जन्यः यः सः धर्म इति उच्यते। अस्तु, अत्र वाक्यं द्विविधं भवति, लौकिकं वैदिकं च। लौकिकं तु वयं दृष्टवन्तः, गाम् आनय अथवा दण्डेन घटं कुरु इत्यादिकं। तर्हि अन्यत् अस्ति वैदिकं, प्रकृतलक्ष्यभूतधर्मलक्षणे प्रविष्टं च वाक्यं वैदिकं। प्रकृतलक्ष्यभूतधर्मलक्षणे इत्युक्ते अधुना यत् धर्मस्य लक्षणं वयं पठन्तः स्मः, तत्र वैदिकं वाक्यं किम् इत्युक्ते अत्र अहरहः सन्ध्याम् उपासित अथवा अत्र अस्मिन् अत्र अत्र किञ्चित् इतोपि स्पष्टतया वक्तव्यम्. विहितकर्मजन्यधर्मः विहितकर्मजन्यः धर्मः इति लक्षणवाक्यम्. तर्हि इदानीं गावानय इत्यत्र विहितमस्ति वा? अस्ति खलु, विधिः उक्तः अस्ति. विधिः उक्तः गामानय इति लौकिकवाक्ये विधिः उक्तः अस्ति. तर्हि गामानय इति भवन्तम् अहं वदामि, अपि च तत् श्रुत्वा भवान् गाम् आनयति, तदा धर्मः जायते किं, पुण्यं जायते किम्? कर्तव्यं किं कर्तव्यमिति बोधः भवति, अतः धर्मः जायते. न, न जायते. इति एव वार्ता अत्र. गाम् गाम् आनय इति विधिवाक्यं श्रुत्वा यदि भवान् गाम् आनयति, तेन कर्मेण अथवा क्रियया धर्मः अथवा पुण्यं न जायते. किन्तु किन्तु अहरहः सन्ध्याम् उपासीत इति वैदिकवाक्यं श्रुत्वा यदि सन्ध्याम् उपास्यते तदा धर्मः जायते. परन्तु अहं चिन्तयामि तत् कर्तव्यं तु बोध्यते खलु गाम् आनयति. न, उभयत्र गामानय सन्ध्याम् उपासीत इति वाक्यद्वयेपि कर्तव्यता बोधिता. हा, सत्यं सत्यम्. उभयत्र, किन्तु लौकिकवाक्य लौकिकवाक्यं श्रुत्वा तस्य पालनं कुर्मश्चेत् पुण्यं न भवति. पुण्यं न भवति धर्मः वैदिकवाक्यम्. अतः एव अत्र उक्तं प्रकृतलक्षणभूतधर्मलक्षणे किं विहितकर्मजन्यः धर्मः इति लक्षणवाक्ये प्रविष्टं च वाक्यं वैदिकं ग्राह्यम्. अत्र वाक्यमिति पदं विहितकर्मजन्यधर्मः इति अस्ति खलु, तत्र विहितम् इत्युक्ते विधिवाक्येन यद् विधिवाक्यस्य विषयः यद् यदस्ति इति उक्तं खलु, तदेव. किं नाम विहितं? विधिवाक्यविषयः विहितः इति. तर्हि तत्र विधिवाक्यविषयः इत्यत्र वाक्य इति पदस्य केवलं वैदिकम् इति अवगन्तव्यम्. वैदिकमिति एव ग्राह्यं, न तु वैदिकविधिवाक्यविषयः विहितः अस्ति तादृशविहितकर्मजन्यः धर्मः. अधुना अवगच्छामि इति परिष्कर्तव्यम्. अस्तु अस्तु, अहं चिन्तयामि यत् गामाने इत्यत्रापि विहितमस्ति. हा, तदेव तदेव सत्यं. कर्तव्यता अस्ति इति कृत्वा इदानीं किञ्चित् पुण्यं मया लब्धव्यं चेत् केवलं भवान् किमपि वदतु, तदा तस्य पालनमहं करोमि. लोट् प्रयुज्य अथवा लिङ्क् प्रयुज्य वदतु, राम राम इति त्रिवारं वदतु, तदा नो चेत् किमपि घट घट इति त्रिवारं वदतु. अस्तु, मया उक्तं, तर्हि इदानीं पुण्यं लभ्यते इति नास्ति. अधुना अवगच्छामि. अस्तु, तर्हि अत्र उदाहरणानि दत्तानि. तादृशवाक्यानि यदि शृण्मः तदा एव तेन इति तैः वाक्यैः एव विहितः यत् कर्म अस्ति तेन एव धर्मः जायते इति अस्ति. आद्ये अत्र अहरहः सन्ध्याम् उपासित तस्य अर्थः किम् इत्युक्ते सन्ध्यावन्दनस्य कर्तव्यम् इति बोधः जायते. द्वितीयवाक्येन अग्निहोत्रहोमः करणीयम् इति बोधः जायते. अतः तादृशविहितत्वात् विधिविषयत्वात् विहितकर्म विहितकर्म भवति, तर्हि तेन जन्य यः धर्मः तेन जन्य यदस्ति सः धर्मः इति उच्यते. तर्हि परिष्कारः कर्तव्यः चेत् वैदिकविधिवाक्यविषयक विहितकर्मजन्यः धर्मः. सर्वे लिखन्तु, वैदिकविधिवाक्यविषयक विहितकर्मजन्यः धर्मः इति भवेत् सम्पूर्णलक्षणम्. नो चेत् लौकिकविधिवाक्ये अधिव्याप्तिः भवति. सत्यं, तदेव तत्रापि विधिः विधिनिषयः अस्ति. हा अतः वैदिकविधिवाक्यविषयकविहितकर्मजन्यः धर्मः. विधिवाक्यविषयक विषयक वैदिकविधिवाक्यविषयकविहितकर्मजन्यः एकमेव पदम् विहितं विहितमित्युक्ते किं विषयः कस्य विषयः विधिविषयः कीदृश वाक्यविधिविषयः वैदिकविधिवाक्यविषयः वैदिकविधिवाक्यविषयकविहितकर्मजन्यः धर्मः इति परिष्कृतलक्षणम् अस्तु. तज्जन्यः यः सः सः धर्मः इत्युच्यते. अस्तु अग्रे महोदय. सन्ध्यावन्दनस्य हि ब्रह्मलोकावाप्तिः फलं स्मृत्यादौ निरूपितम्. अग्निहोत्रहोमस्य च स्वर्ग अस्मिन् वेदवाक्ये एव फलत्वेन निर्दिष्टः. मौञ्जीबन्धनादूर्ध्वम् आमरणं खलु सन्ध्याम् अनुतिष्ठति न तदा तस्य ब्रह्मलोकावाप्तिः. सन्ध्यावन्दनं च कर्मसमुदायः न चिरस्थायी. सायङ्काले अनुष्ठितं तदैव नष्टं. प्रातः पुनरपि अनुष्ठितः. अन्यकर्मसमुदायः न चिरस्थायी. तथा च तदा तदा अनुष्ठानात् ऊर्ध्वम् अविद्यमानं कथं कालान्तरभाविनीं ब्रह्मलोकस्थितिं जनयेत्. अस्तु, तत्र सन्ध्यावन्दनं यदा कुर्मः तर्हि तस्य फलं ब्रह्मलोक अवाप्तिः, ब्रह्मलोकं प्राप्नुमः इति स्मृत्यादौ ग्रन्थे निरूपितम्. अग्निहोत्रहोमः यदि कुर्मः तर्हि स्वर्गः प्राप्नुमः इति वेदवाक्ये एव निर्दिष्टः तस्य फलम्. मौञ्जीबन्धन इत्युक्ते उपनयनसंस्कारः खलु. ऊर्ध्वम् आमरणं खलु सन्ध्याम् अनुतिष्ठति. मौञ्जीबन्धनात् ऊर्ध्वम् आमरणं, तस्य अर्थः कः महोदय? न, यदा उपनयनं जायते तद् तत्क्षणम् आरभ्य या जीवनं सः सन्ध्याम् अनुतिष्ठति खलु. आं सत्यं करोति. आं सत्यं. हा, न तदा तस्य ब्रह्मलोकावाप्तिः, तदापि सः ब्रह्मलोकं न प्राप्नोति. सन्ध्या तदा इत्युक्ते इदानीं मौञ्जीबन्धनं जातं. चिन्तयतु, कस्यचित् वटोः मौञ्जीबन्धनं जातं, तर्हि अग्रिमक्षणे सः सन्ध्याम् उपासति. तर्हि उपासनं कृत्वा तदनन्तरमेव सः ब्रह्मलोकं गच्छति इति नास्ति खलु? नास्ति, नास्ति. बहुकालानन्तरमेव सः गच्छति. यावज्जीवं जीवित्वा तेषु दिनेषु तत्र सन्ध्याम् उपासित्वा मरणानन्तरमेव सः ब्रह्मलोकं प्राप्नोति खलु? इत्युक्ते अत्र आशयः कः इति चेत्, क्रिया अथवा कर्म पञ्चक्षणमेव तिष्ठति इति अस्माभिः अधीतं खलु पूर्वं, पञ्चक्षणप्रक्रिया. तर्हि यदि सन्ध्या इति क्रियायाः फलं ब्रह्मलोकप्राप्तिः, किन्तु पञ्चक्षण अनन्तरं क्रिया नष्टा जाता, इदानीं क्रिया अस्माकं नियमः कः? कारणं कार्याधिकरणे भवेत्, कार्याधिकरणे सर्वदा भवेत्, पूर्वक्षणे भवेत् खलु. इदानीं सन्ध्या इति क्रिया नष्टा जाता, किन्तु ब्रह्मलोकप्राप्तिः मया न प्राप्ता, न लब्धम्. तर्हि मध्ये किमपि अन्यत् वक्तव्यम्. यथा ज्ञानेन संस्कारः जायते, तदनन्तरं संस्कारेण स्मृतिः जायते इति वदेम, तद्वत् क्रियया पुण्यं जायते. पुण्यं चिरकालं तिष्ठति, क्रिया तु पञ्चक्षणे नश्यति. किन्तु पुण्यं वा पापं धर्म अधर्म अधर्मः चिरकालं तिष्ठति, बहुकालं तिष्ठति इति कृत्वा यदा मरणं सम्भवति तस्मिन् समये अपि यद् मौञ्जीबन्धनसमये कृत सन्ध्या उपासनेन जन्यमानपुण्यं तावत्पर्यन्तं तिष्ठति. तर्हि मरणानन्तरं तत् पुण्यं तस्य नयनं करोति, तेनैव गतिं प्राप्नोति. हा इत्युक्ते अत्र अस्मिन् परिच्छेदे प्रश्नः कृतः. किं प्रश्नः? किमर्थं धर्मः इति अन्यतमः गुणः अङ्गीकर्तव्यः इति प्रश्नः. तदेव प्रश्नः. अत्र पश्यतु अन्तिमवाक्यं पश्यतु, तथा च तदातना अनुष्ठानात् ऊर्ध्वम् अविद्यमानं कथं कालान्तरभाविनीं ब्रह्मलोकस्थितिं जनयेत् इति प्रश्नः. तदेव प्रश्नरूपेण चिन्तितम् इति प्रश्नः. तर्हि तस्य उत्तरत्वेन भवतु, यद्यपि पञ्चक्षण अनन्तरं क्रिया नश्यति किन्तु नष्ट तस्य नाशनात् पूर्वं धर्मः इति आत्मगुणं जनित्वा तदनन्तरं सः नश्यति. यथा ज्ञानं प्रथमक्षणे जायते, द्वितीयक्षणे तिष्ठति, तस्मिन् क्षणे संस्कारः इति आत्मगुणं जनयति, तृतीयक्षणे सः नश्यति. किन्तु संस्कारः चिरकालं भवति आत्मनि इति कृत्वा परश्वः वा अग्रिमे संवत्सरे वा ह्यः अनुभूतविषयस्य स्मरणं भवितुमर्हति. यथा तद्वत् अद्य अहम् अग्निहोत्रं करोमि किन्तु मम मरणात् अनन्तरमेव स्वर्गं प्राप्नोमि, तत् कथं? पूर्वकाले कारणं नास्ति खलु? भवानेव वदति अत्र अग्निहोत्रं जुह्यात् स्वर्गकामः इति. तर्हि स्वर्गं जातुं मयि कामः अस्ति चेत् मया किं करणीयम्? अग्निहोत्रं करणीयम्. अस्तु, इदानीम् अग्निहोत्रं मया कृतं, तर्हि अग्रिमक्षणे अहं स्वर्गं गमिष्यामि वा? न. तर्हि तत्र तर्हि पूर्वक्षणे नास्ति खलु स्वर्गम् इति फलं, कार्यं स्वर्गगमनम् इति कार्यं, तस्मिन् पूर्वक्षणे कारणं नास्ति. तर्हि कथं वा कार्यकारणभावः? अग्निहोत्रम् अपि च स्वर्गम्, अग्निहोत्रम् इति अग्निहोत्रकर्म इति कारणं, स्वर्गः इति फलम्, अनयोः मध्ये कार्यकारणभावः कथं वा निरूपयितुं शक्यते? पूर्वक्षणे नास्ति खलु कारणम् इति कृत्वा अत्र धर्मः इति कश्चन आत्मगुणः, विशिष्ट आत्मगुणः जायते, सत् चिरकालं तिष्ठति इति वदामश्चेत् क्लेशः अपगतः. तर्हि अत्र यद्यपि अग्निहोत्रकर्म नष्टं जातं, तथापि अस्तु अत्र भवानेव वदतु. तर्हि इदानीं धर्मः धर्मत्वेन कथं वा अग्निहोत्रे कारणत्वं कल्पयितुं शक्यते? परम्परया इति अहं चिन्तयामि, अग्निहोत्रेण पुण्यं जनयेत्, पुण्येन कालान्तरेण स्वर्गः लभ्यते इति परम्परया सत्यम्. अग्निहोत्रम् इति कारणं भवति इति मन्ये. सत्यं परम्परया भवति, किन्तु स्वर्गस्य कारणं किं? पुण्यं. पुण्यस्य कारणं किम्? अग्निहोत्रं. तर्हि कारणस्य कारणम् अन्यथा सिद्धं भवति खलु? तर्हि कथं वा अग्निहोत्रे कारणत्वं वक्तुं शक्यते? अन्यथा सिद्धा अस्ति किल. गते वर्गे अस्मिन् विषये चिन्तितं, भवान् न आसीत्. इत्युक्ते अस्मिन् विषये इत्युक्ते अस्मिन् प्रसङ्गे नास्ति, अन्यस्मिन् प्रसङ्गे चिन्तितम्. सत्यभाम भगिनी वदतु, अत्र किं वक्तव्यम्? पृच्छतु. क्रिया क्षणानन्तरं नश्यति, संस्कारं जनयति इति. संस्कारं न जनयति, क्रियां संस्कारं जनयति वा? संस्कारेण स्मरणं न, संस्कारः कथं जायते? क्रियया जायते किम्? अनुभवम् अस्ति चेदेव. ज्ञानम् इति वदतु, क्रिया इति किमर्थं वदतु? ज्ञानं ज्ञानेन ज्ञानेन संस्कारः उत्पद्यते. तत् त्यजतु, इदानीं प्रश्नः अस्ति, अग्निहोत्रकर्मणा पुण्यं जायते, धर्मः जायते, धर्मेण स्वर्गः प्राप्यते खलु? इति कृत्वा परम्परया यद्यपि अग्निहोत्रकर्मणि कारणत्वं कल्पयितुं शक्यते, किन्तु अस्माभिः किम् अधीतं? कारणस्य कारणं यथा कुलालपितुः, कुलालपितरि घटं प्रति कारणत्वं न कल्पयितुं शक्यते, अन्यथा सिद्धः अस्ति कुलालपिता कारणस्य कारणम् इत्यतः. इति कृत्वा मम प्रश्नः अस्ति, अग्निहोत्रे कारणत्वं कथं कल्पयितुं शक्यते, अथवा अन्यथा सिद्धि आपत्तिः कथं निवारयितुं शक्यते इति प्रश्नः. वयं समूहालम्बनज्ञानस्य विषये चिन्तितं, तद् तद्विषये पृष्टः न बुध्यते. कार्याधिकरणे भवेत् खलु, तदानीमेव कारणम् इति वक्तुं शक्यते. इदानीं कार्याधिकरणे अग्निहोत्रकर्म नास्ति. नास्ति, परन्तु तेन उत्पाद्यमाणि कारणत्वं कल्पनीयं, तत् कथम् इति प्रश्नः. अनया क्रियया एव धर्मः उत्पाद्यते. इदानीं धर्मः अस्ति खलु आत्मनि. सर्वं चिन्तितं भगिनि, लिसनिङ्ग् आर् नाट्, वि हव् थाट् थ्रू आल् दीस् थिङ्ग्स्. तत्र अनया एव, तदेव मेहुर्महोदयेन उक्तं खलु, परम्परया अग्निहोत्रकर्मणा पुण्यं जायते, पुण्येन स्वर्गः लभ्यते इति कृत्वा परम्परया अग्निहोत्रे कारणत्वं कल्पयितुं शक्यते इति चेत् कारणस्य कारणम् अन्यथासिद्धमस्ति इति अस्माभिः पठितम्. तर्हि अन्यथासिद्धत्वनिवारणम् अग्निहोत्रकर्मणि कथं कर्तुं शक्यते इति प्रश्नः. अस्तु, रमेशमहोदय जानाति किम्? महोदय, यथा चक्रभ्रमणं, चक्रभ्रमणस्य कारणं भवति दण्डः. यदि दण्डः नष्टः जातः तदापि तथापि कपालद्वयसंयोगः भवितुमर्हति, घटस्य घटम् अपि भवितुमर्हति. तर्हि तर्हि दण्डः नास्ति, क्रिया यदा क्रिया जायते तदा दण्डः नास्ति इत्युक्ते वक्तुं शक्यते वा दण्डः कारणं नास्ति इति प्रश्नः अस्ति. तत्र वयं व्यापारः इति कल्पितं, तर्हि यत् चक्रभ्रमणस्य कारणं यद् दण्डः अस्ति तद् कारणम् इति स्वीकुर्मः. व्यापारः चक्रभ्रमणम् इति व्यापारः अस्ति, तस्य कारणं दण्डः अस्ति, तद् कारणं घटस्य कारणम् इति स्वीकुर्मः. तादृशम् एव अत्रापि अग्निहोत्रकर्म एव कारणम् अस्ति, तेन धर्म इति यद् व्यापारः जायते. व्यापारस्य लक्षणं किं? तज्जन्यजनकत्वं, तज्जन्यत्वे सति, तज्जन्यत्वे सति, तज्जन्यजनकत्वम्. उत्तमं महोदय, बहु उत्तमं. तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारत्वम् इति बहुकालात् पूर्वम् अस्माभिः अधीतम्. यद् व्यापारः अस्ति सः अन्यथासिद्धः नास्ति. कुलालपितरी व्यापारत्वमस्ति वा इति चेत् तज्जन्यत्वे सति तज्जन्यजनकत्वं कुलालपितरी नास्ति, तत् जन्यत्वे सति तत् जन्यजनकत्वम्। इति व्यापारत्वं कुलालपितरि नास्ति, किमर्थमिति चेत् तज्जन्यजनकत्वं कुलालपितरि नास्ति, कुलालः एव कुलालपिता एव कुलालस्य जनकः, किन्तु कुलाल कुलालेन यः घटः जायते तदर्थं तत्र कुलाले जन्यत्वं न आवश्यकं, कुलालपितृजन्यत्वं न आवश्यकम्। कुलालपिता नास्ति चेदपि कुलालेन, यद्यपि कुलालः कुलालपिता नास्ति चेत् कुलालः न जायते, किन्तु कुलालपिता नास्ति चेत् घटः जायते इति कृत्वा व्यापारत्वं कुलालपितरि नास्ति, कुलाले नास्ति इति कृत्वा कुलालपितरि कारणत्वं न आपद्यते, केवलं सः जनकस्य जन्यस्य सारी कारणस्य कारणं तावदेव। किन्तु चक्रभ्रमणे कथमस्ति इति पश्यतु, तज्जन्यत्वे सति तज्जन्यजनकत्वमस्ति, स्वयं चक्रभ्रमणं जन्यमस्ति। केन जन्यं? दण्डेन जन्यमस्ति चक्रभ्रमणं, तज्जन्यजनकत्वमपि अस्ति। इत्युक्ते चक्रभ्रमणे जन्यत्वमस्ति, जनकत्वमपि अस्ति, अपि च जन्यत्वमपि अस्ति, जनकत्वमपि अस्ति, किन्तु तज्जन्यजनकत्वम् अपि अस्ति इति कृत्वा यदि दण्डः नास्ति तर्हि चक्रभ्रमणं जायते, चक्रभ्रमणेन एव अत्र संयोगः भवति इति कृत्वा व्यापारत्वं चक्रभ्रमणे अस्ति इति कृत्वा तर्हि व्यापारस्य कारणम् अन्यथा सिद्धं नास्ति इति मुख्यवार्ता। कारणस्य कारणम् अन्यथा सिद्धः भवति, किन्तु व्यापारस्य कारणम् अन्यथा सिद्धः न भवति इति कृत्वा अत्र इदानीं मेहुल् महोदय वदतु, अत्र धर्मः धर्मे व्यापारत्वमस्ति वा कारणत्वमेव अस्ति वा? धर्मे धर्मः इति तु न प्रथमतया स्व अग्निहोत्रम् अग्निहोत्रमिति कारणं तेन पुण्यम् इति कार्यं जनयति, पुण्येन स्वर्गः लभ्यते, तर्हि पुण्यम् इति व्यापारः खलु? सत्यं, तदेव प्रश्नः, धर्मः अथवा पुण्यम्। तर्हि व्यापारत्वं कल्पयामः चेत् व्यापारस्य कारणम् अन्यथा सिद्धं न भवति। यदि केवलं कारणत्वमेव कल्पय जनकत्वमेव कल्पयामः तदा तत्र कारणस्य कारणं कुलालपित पितुरिव न भवति, किन्तु अत्र व्यापारत्वमस्ति इति कृत्वा, धर्मे व्यापारत्वमस्ति इति कृत्वा अन्यथा सिद्धः नास्ति तत्। परन्तु अत्र कल्पनीयं किमर्थम्? अत्र वस्तुतः अस्ति एव खलु, जनकत्वमपि अस्ति जन्यत्वमपि अस्ति, तर्हि कल्पनीयम् इति किमर्थं? केवलं व्यापार इति पारिभाषिकशब्दः इत्येव कल्पनीयं वा? न, अत्र व्यापारत्वम् इति वस्तुतः तत्र अस्माभिः एव कल्प्यते खलु तत्र व्यापारत्वं, ज्ञायमानं सत् न तु विद्यमानं सत्। प्रश्नः उदेति, मया अद्य वेदं वदति अग्निहोत्रं जुगुयात् स्वर्गकामः इति, तर्हि मया स्वर्गः प्रापणीयः, अहं स्वर्गकामः अस्मि, अस्तु अग्निहोत्रम् इदानीम् अहं करोमि, तर्हि यदा अग्निहोत्रं समापितं भवति तदनन्तरमेव स्वर्गं यदि अहं गच्छामि तादृश अग्निहोत्रं केनापि न क्रियते, मरणानन्तरमेव सर्वे स्वर्गं दातुम् इच्छन्ति, गन्तुमिच्छन्ति इति कृत्वा अत्र अदृष्टः अथवा धर्मः इति कश्चन गुणः, विशिष्ट आत्मगुणः कल्पनीयः, तस्मिन् धर्मे व्यापारत्वमपि कल्पनीयं तदा एव अग्निहोत्रे कारणत्वम् आपतति नो चेत् आगच्छति नो चेत् अत्र कारणस्य कारणम् अन्यथासिद्धम् इति कारणत्वं निवारिता भवति किन्तु इष्टम् अग्निहोत्रे कारणत्वम् इष्यते इति कृत्वा धर्मे व्यापारत्वं कल्पनीयम् इत्युक्ते वक्तव्यमिति कल्पनीयम् इत्युक्ते वक्तव्यम् इति वक्तव्यम् इति वक्तव्यम् इति अस्ति अस्तु तर्हि सर्वे एकवारं पश्यन्तु तज्जन्यत्वे सति तज्जन्यजनकत्वम् इत्यत्र तत् इति पदेन किम् उक्तं द्वितीयवारं तत् इति पदेन किम् उक्तम् इति अवगच्छन्तु कारणस्य कारणम् अन्यथासिद्धः किन्तु व्यापारस्य कारणम् अन्यथासिद्धः नास्ति तर्हि एकं कारणं वा व्यापारः वा इति निर्णेतव्यं तत् कथं लक्षणेन निर्णयामः किं लक्षणं तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति अस्ति अस्तु अत्र स्थगेम अग्रिमवर्गे इतोपि अग्रे सरेम नमस्कारः सर्वेभ्यः नमस्कारः धन्यवादः।